नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र धातुपाठे हल्सन्धिः इति पाठः प्रवर्तते। तत्र वयं गतसप्ताहे नकारपर्यन्तं दृष्टवन्तः, धातोः अन्ते नकारः अस्ति चेत् किं कार्यम् इति। अत्र किञ्चित् पुनस्मरणं कुर्मः। तत्र डाक्युमेण्ट् अस्ति चेत् कृपया उद्घाटयन्तु, येन किञ्चित् सौलभ्यं भवति, सूत्रं किम् अस्ति इति। तत्र कवर्गः अस्ति चेत् तत्र आदेशप्रत्ययोः इति त्रिपादीसूत्रम् अस्ति, आदेशप्रत्ययोः करी च इति सूत्रद्वयस्य प्रसक्तिः, त्रिपादीसूत्रम् इति कृत्वा पूर्वत्र सिद्धम् इति कारणेन आदेशप्रत्ययोः इत्यस्य कार्यं प्रथमम्, अनन्तरं करी च, जलांचर् करी च संहितायाम् इति कर्वर्णः परे अस्ति चेत् जलां स्थाने चर् इति आदेशः भवति। एतत्तु कवर्गस्य। अनन्तरं चवर्गस्य किं भवति इत्युक्ते, तत्रापि कुत्वम् एव भवति, परन्तु चोः कुः इति सूत्रेण कुत्वं भवति। तत्र जलीपदस्य अन्ते च इति अनुवृत्तिः अस्ति, अतः तत्रापि चवर्गस्य स्थाने कवर्गः। तत् तु सामान्यसूत्रं। द्रश्च भ्रश्च सृज मृज यज राज ब्राज चषांशः इति सूत्रेण तत्रापि, तत्र किं भवति इत्युक्ते चषां शः मूर्धन्यशः आदेशः भवति परिगणितधातूनाम्, अनन्तरं तुक् सहितचकारः, अनन्तरं ताळव्यशकारस्य स्थाने मूर्धन्यशकारः जलिपदान्ते। अनन्तरं षडोः कहसि, तत्रैव चकारस्य प्रकारद्वयम् इति दृष्टवन्तः। तत्र प्रथम तु चोः कुः सामान्यसूत्रं, विशेषपरिगणितदातवः, अनन्तरं चकारः, षकारः, ताळवेशकारः अस्ति चेत् मूर्धन्यषकारः, षकारः भूत्वा षडोः कहसि इति सूत्रस्य प्रसक्तिः इदानीम्। तत्र षडोः कहसि इत्यनेन ताळव्यषकारस्य स्थाने ककारः, पुनः ककारः एव, अतः आदेशप्रत्ययोः इत्यस्य कार्यम्, इन्कोः आदेशप्रत्ययोः तत्रापि षत्वं भवति इति। कार्यत्रयं भवति यदा विशेषधातुः अस्ति चेत्, सामान्यधातुः अस्ति चेत् चोः कुः इत्यस्य एव कार्यं भवति जलिपदस्य अन्ते इति कारणेन। अनन्तरम् एतत्तु अल्पप्राणचकारस्य, महाप्राणचकारस्य किं भवति, श्वोः षूडनुनासिके च इति सूत्रमस्ति। क्विजलोः अनुनासिके परे तत्र शूड् इति आदेशः भवति, ऊट् आदेशः, षकारः वा ऊट् इति आदेशः भवति, श्वोः षूड् अनुनासिके च इति सूत्रेण। तत्रापि भ्रश्च भ्रश्च इति सूत्रस्य प्रसक्तिः, किमर्थम् इत्युक्ते तत्र तुक् सहित चकारः तत्रापि अस्ति। अनन्तरं यथा तत्र संयोगः धातोः पदस्य अन्ते संयोगः वा धातोः अन्ते अङ्गकार्यं, राल्लोपः इति अङ्गकार्यमस्ति, अतः धातोः अन्ते यदा संयोगः अस्ति, अनन्तरं पूर्व संयोगस्य आदिमवर्णः तु रेपः अस्ति, रेपसहितचकारः अस्ति चेत् तत्र राल्लोपः, रेपपूर्वकचकारान्तधातुः अस्ति चेत् तत्र राल्लोपः इत्यनेन चकारवकारयोः लोपः। तत्रापि अनुनासिकक्विजलोः इति अनुवृत्तिः अस्ति। अनन्तरं जकारस्यापि प्रकारद्वयं, चोः कुः इत्यनेन सामान्यं, व्रश्च व्रश्च इत्यस्य प्रसक्तिः तत्रापि अस्ति। अनन्तरं महाप्राणजकारस्य एकः एव प्रकारः, चोः कुः इत्यनेन कुत्वम्। अतः भिन्नभिन्नप्रकारेण कुत्वमेव भवति, परन्तु सूत्राणि भिन्नानि, कार्यं तु समानं, कुत्वम् इत्येव कार्यं भिन्नभिन्नसूत्रेण भवति। विशिष्टस्थलः स्थलमस्ति चेत् तत्र किञ्चित् चिन्तनीयम्, अनन्तरं किं भवति, षडोः कहसि वा आदेशप्रत्ययोः इत्यनेन कार्यं भवति वा इति किञ्चित् चिन्तनीयम्। अनन्तरं षकारः, तत्रापि षडोः कहसि, ताळव्यषकारः अस्ति चेत् पृष्ठभ्रश्च षडोः कहसि आदेशप्रत्ययोः, तदेव मार्गः. तवर्गः इति दृष्टवन्तः, तत्र ष्टुनाष्टुः इति अस्माकं सन्धिकार्यम्, 8-4 इति अस्ति, अतः अन्ते एव कार्यं त्रिपादिसूत्रम् इति कृत्वा स्तोः ष्टुनाष्टुः संहितायाम् इति. तवर्गः अस्ति चेत् तदेव कार्यं. डकारः, महाप्राणडकारः अस्ति चेत् तत्र, क्षम्यताम्, अल्पप्राण महाप्राण षडोः कहसि इति, महाप्राण डकारः षडोः कहसि इत्यनेन तत्र तत्रापि कुत्वं भवति आदेशप्रत्ययोः इत्यस्य कार्यम्. अनन्तरं नकारः अस्ति चेत् ष्टुनाष्टुः इत्यस्य कार्यम्. एतावत् वयं दृष्टवन्तः. सवर्गः अद्य पठामः. नमस्ते भगिनि, उषा अस्मि. नमस्ते भगिनि, स्वागतम्. सवर्गः इति आरभ्य पठामः. तत्र मध्ये एव किञ्चित् चिन्तनमस्ति, अन्यत् किम्, अन्यत् सर्वं तु सरलमेव. श्रीवल्ली भगिनी पठति वा सवर्गः इति? आं भगिनि. सवर्गः ठकारः, ठकारः, ठकारः, ठकारः. धातोः अन्तिमो वर्णः ठकार, ठकार, ठकार, ठकार, येषु अन्यतमः चेत् सकारे परे खरिच इत्यनेन खरिपरे जलः स्थाने चर आदेशः, येषां स्थाने तकारादेशः. धातोः अन्तिमवर्णः तकारः, थकारः, दकारः, धकारः, येषु अन्यतमः चेत्, अन्यतमः अदर् देन् दिस् अन्यतमः चेत् सकारे परे खरिच इत्यनेन खरिपरे जलः स्थाने चत् आदेशः भवति, येषां स्थाने तकारादेशः भवति. नम्बर् इ इति, इ इति करपत्रे एव कवर्गः इ इति अस्ति. ओके, नकारपर्यन्तं गतसप्ताहे कृतवन्तः, अग्रिमं कवर्गः. अस्तु, आं भगिनि, श्रीवल्लि भगिनि अग्रे अपि पठतु. तैव प्रथमं चर आदेशः भवति खरिपरे, अनन्तरं येषां स्थाने तकारादेशः भवति. किम् उक्तवती, पुनः वदतु भगिनि. नो भगिनि, यदि खरिच इति सूत्रेण खरिपरे जलः स्थाने चर् आदेशः भवति. तत्र अग्रे उदाहरणमस्ति, पठामः. एषां तकार, थकार, दकार, ठकार, तकारः भवति खरिच इत्यनेन सकारे परे सवर्गीयानां प्रथमसदस्यादेशः, सकारस्य कोऽपि विकारः न भवति. यथा चाचक् योगः सि, खरिच इत्यनेन प्रथमसदस्य आदेशः भवति, चाचत् योगः सि, चाचत् सि. वाव्यत् योगः प्लस् सि, खरिच इत्यनेन प्रथमसदस्य आदेशः भवति, वाव्यत् योगः सि, वाव्यत् सि. अद् योगः स्यति, खरिच इत्यनेन प्रथमसदस्य आदेशः, अत् योगः स्यति, अत्स्यति. क्रोध् योगः स्यति, खरिच इत्यनेन प्रथमसदस्य आदेशः, क्रोत् प्लस् स्यति, क्रोत्स्यति. आम् सकारस्य कोऽपि विकारः न भवति, सकारः एव. विशेषः अस्मिन् समूहे बशो भश् इत्यस्य सम्भावना वर्तते. यदा भवती यत् पठितवती खरि च इति सामान्यम् अस्ति सर्वदा तु तकारान्तधातुः सवर्गान्तदातवः सन्ति चेत् तत्र तु करि च इति सामान्यसूत्रम् इदानीं विशेषः कः इति द्रष्टव्यम् आम् पठतु एका च बशो बश् जशन्तस्य द्वोः बशः बशादेशः यथा बन्द् योगः स्यति एका च बशो बष् जशन्तस्य द्वोः इत्यनेन धातोः अवयवः यः जशन्तः एकाच् तस्य भषः भषादेशः सकारे परे बन्द् योगः स्यति करिचा इत्यनेन प्रथमसदस्य आदेशः भन्त् योगः स्यति भन्स्यति द्वितीय उदाहरणं बुद्ध् योगः स्यते स्यते पुगन्तलकूपतस्य च इत्यनेन गुणः बोध् योगः स्यते एकाचो भषो भष् जशन्तस्य द्वोः इत्यनेन भषादेशः बोध् योगः स्यते खरिच इत्यनेन प्रथमसदस्य आदेशः भवति भोत् योगः स्यते भोत्स्यते प्रथमम् एकाचो भषो भष् जशन्तस्य द्वोः इति सूत्रं सूत्रेण आदेशः भवति बश् बश् बश् भावः भषादेशः भवति कथमिति अवगच्छति किल एकाचो बशो बश्चषन्तस्य स्तोः इति स्तोः इति सकार सकारपरे अस्ति स्यति इत्यत्र सकारः परे अस्ति अतः सूत्रस्य प्रसक्तिः एकाच् अस्ति वा धातुः बन्ध् बन्ध् आं भगिनि एकाच् अस्ति धातोः एकः भागः एकाच् भवति चेदेव पर्याप्तं धातुः पूर्णतया एकाच् इति न आवश्यकम् धातुः एकाच् अपि भवितुम् अर्हति अनेकाच् अपि भवितुम् अर्हति परन्तु यद् भागः वयं स्वीकुर्मः तद् एकाच् भवतु इत्येव नियमः एकाच् जशन्तः अस्ति वा धकारः धकारः जशन्तः बश् इत्यस्य बश् भवति बश् इत्यस्य बश् इति भवति त्री फोर् इत्यस्य फोर् फोर् इति भवति तदेव तत्र बन्द् इति भवति त्री फोर् फोर् फोर् इति भूत्वा बन्द् योगः स्यति इदानीं करीच इत्यस्य प्रसक्तिः कदमसदस्य आदेशः भवति तत्र यदा बशन्त क्षम्यतां जशन्तधातुः अस्ति एकात् सर्वम् अस्ति चेत् प्रथमम् एकाचो बशो बश् इत्यस्य एव कार्यम् अनन्तरमेव करीच करीच सामान्यसूत्रं यत्र कुत्रापि तवर्गान्तधातुः अस्ति चेत् करीच इत्यस्य कार्यं भवति परन्तु बश बष् भावः धातोः एकस्मिन् भागे अस्ति चेत् तत्र अस्य एव समीचीनं तत्र सूत्रं परिचयः वयं तु जानीमः बहुवारं पठितवन्तः तत्र एकाचो बशो बश् प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव पठतु भगिनि एकाचो बशो भष् जशन्तस्य द्वोः धातोः अवयवः यः जशन्तः एकात् तस्य भषः भषादेशो भवति सकारे परे ध्वा शब्दे परे पदान्ते च पदान्ते चापि धातोः अनुवृत्तिसहितसूत्रं धातोः एकाचः जशन्तस्य भषः भष् द्वोः पदस्य अन्ते च धातोः अवयवः इति सर्वदा स्मर्तव्यं तदेव भ्रमः भवति यदा वयम् अग्रे तद् किमपि अन्यत् पठामः एतानि सूत्राणि वयं विस्मरामः तत्र अत्र एकाचो बशो बश् इत्यत्र बष्भावः कदा भवति इत्युक्ते धातोः एकः भागः अवयवः जशन्तः एकाच् भषः अस्ति चेत् तत्र भषादेशः भवति इति अस्य सूत्रस्य प्रसक्तिः अस्माकं बहुत्र आगच्छति, बहुषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः अस्ति, अतः किञ्चित् मनसि भवेत्, मुख्यसूत्रमस्ति. समीचीनं. त्रीणि निमित्तानि, सकार परे द्वा शब्दे परे पदान्ते च. आम् आम् आम् आम्. धन्यवादः भगिनि. महोदय पठति वा नकारः इति? आं भगिनि, श्रूयते वा? आं श्रूयते खलु. नकारः, नकारः सकारः झलि, अतः नश्चापदान्तस्य झलि इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः भवति. यदा यथा हन् योग सि इति अस्ति, अतः नकार अस्ति सकार झलि परि अस्ति, यथा अतः अपदान्ते अस्ति हन्सि, इदानीं हन् हन्सि इति हंसि इति भवति. तथैव मन् योग अस्यते नश्चापदान्तझलि इत्यनेन नकारस्य अनुस्वारादेशः मन्स्यते इति भवति. नश्चापदान्तझलि इति सूत्रं वदति अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशः भवति झलिपरे. अनुवृत्तिसहितसूत्रमस्ति अपदान्तस्य मह नः च अनुस्वारः झलिसंहितायां झलिपरे, मकारस्य नकारस्य च अनुस्वारः भवति झलिपरे इति अपदान्तस्य इति अपदान्तस्य मकारनकारस्य अनुस्वारः इति अस्ति. अपदान्तस्य इति मुख्यं, नश्चापदान्तस्य झलि. अस्तु भगिनि, उषा भगिनि पवर्गः पठति वा? आं भगिनि. पवर्गः पकारः फकारः बकारः भकारः. धातोः अन्तिमवर्णः पकारः फकारः बकारः भकारः येषु अन्यतमश्चेत् सादिप्रत्यये परे तस्य वर्णस्य स्थाने पकारः भवति. पकार पकार बकार भकार प भवति. खरीच इत्यनेन सकारे परे पवर्गीयवर्णानामपि प्रथमसदस्य आदेशः भवति. सकारस्य कोऽपि विकारः न भवति. ओके. पकारः पकारः बकार बकारः सकारापरे पकारः एव भवति खरीच इत्यनेन. यथा आप् योगः स्यति खरीच इत्यनेन प्रथमसदस्य आदेशः आप् योगः स्यति आप्स्यति. रा रफ् योगः सि खरीच इत्यनेन प्रथमसदस्य आदेशः रा रप् योगः सि रारप्सि. चा खब् योगः सि खरीच इत्यनेन प्रथमसदस्य आदेशः चा कप् योगः सि चा कप्सि. ला लब् योगः सि खरीच इत्यनेन प्रथमसदस्य आदेशः ला लप् योगः सि ला लप्सि. ओके. पकार पकार बकारः योगः स्यति अथवा सि इति परे सकारः परः सकारपरः अस्ति चेत् प्रथमसदस्य पकार आदेशः भवति चाकब् चाकप्सि. बट् वट् डस् दट् धातु मीन् भगिनि? कब् कब् यङ्ग् लुगन्तधातुः भगिनि, अतः पौनःपुन्यं वारं वारम् इति अर्थः भवति. कब् इत्यस्य अर्थः पश्यामः, प्रायः तत्र स्पष्टं भवति. कब् कबते कबेते इति अत्र भवादिगणे धातुः अस्ति. चाकब्योगः अस्ति चाकप्सि. द बकारस्थाने वारवारं वारं वारं सः करोति, पुनः पुनः कोऽपि करोति चेत् तत्र यङ्लुगन्तरूपम् आगच्छति. यङन्तरूपं यङ्लुङ्क् इति न, यङन्तरूपं यदा यङन्तप्रत्ययः कदा योजनीयम् इत्युक्ते यदा कार्यं पौनःपुण्यम् इति वदामः किल, पुनः पुनः सः किमपि करोति चेत् तत्र एकः अर्थः पौनःपुण्यं, बहुषु अर्थेषु अस्ति यङन्तदातुः, परन्तु एकः अर्थः तत् वारं वारं प्रेस् करोति इत्यर्थः। भकारस्य स्थाने पकार आदेशः भवति, ला लप्सि। भष् भावः यस्य कः अर्थः, एकनिमिषम् एकवारं तदा पश्यामः चेत् तत्र लब् विनो बट् गतौ रफ् गतौ ओ रफ् गतौ ओ गो ओके ओके रफ् सो डसन्ट् गिव् द ऐडिया आफ् गोयिङ्ग्। गत्यर्थकदातः दातवः बहवः सन्ति, 300 सन्ति, ये गत्यर्थकाः सन्ति इति, प्रायः 300, मे बि मोर् आल्सो, परन्तु तादृशमस्ति। सर्वत्र गतौ गतौ इत्येव आगच्छति, परन्तु गच्छति इत्येव अर्थे इति न, भिन्नभिन्न अर्थे भवति। गत्यर्थकदातुनाम् एव विशेषः अस्ति वा तादृश knowledge, understanding, all these things. अन्य अर्थेषु अपि भवितुम् अर्हति महोदय, तत्र अहं किमर्थं गत्यर्थकदातुः विशेषम् अस्ति, सर्वत्र गत्यर्थकदातुः गत्यर्थकदातुः इति वदन्ति जनाः। तत्र बहूनि सूत्राणि सन्ति किल गत्यर्थकदातोः विषये एव, अतः तत्र गत्यर्थकः इति पृथक्तया गत्यर्थकदातु इति स्वीकृतवन्तः। गच्छति इति अर्थे नास्ति, टु गो इति यद्यपि दत्तमस्ति, गो इत्युक्ते बै फीट् इति तादृशं नास्ति, भिन्नभिन्न अर्थेषु भवति। प्राप्नोति इत्यपि गत्यर्थकः इति स्वीकुर्मः किल, परन्तु प्राप्नोति इति सर्वदा तत् स्थलं प्राप्नोति इत्येव न किल, अन्ये अर्थाः अपि सन्ति। तत्तु अहं तु सरलधातु क्रियापदम् उक्तवती, परन्तु जटिलक्रियापदानि अपि सन्ति ये गत्यर्थकाः सन्ति परन्तु अर्थः किमपि अन्यत् अस्ति। भष् भावः दादम्ब् योगः सि एकाचो भषो भष् जषन्तस्य स्तुवोः इत्यनेन धातोः अवयव यः जषन्तः एकाच् तस्य भषः भष् आदेशः सकारे परे दा धम्ब् योगः सि खरिच इत्यनेन चत्व आदेशः दा धम्प् योगः सि दा धम्प् सि दा धम्ब् योगः सि जश् अन्त भकारः सि इति स्तुभोः एकाच् दा धम्ब् dumb alone they take, we have to take, okay. Dumb is ekaj, then the dumb becomes dumb because of jashanta and stuvoho, and okay, and sakara is there, so da dumb becomes da dumb yogahasi, okay, da dumb, then chartva adeshaha andima bhakaraha pakaraha bhavati चर्त्वा आदेश धा दम्सि धा दम्सि ओके भकारः पकारः भवति ओके। अत्र नश्चापदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारः अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य मकारः इति यथा सामान्यं भवति ओके। ओ नश्चापदान्तस्य जलि इत्यनेन जलि दा धम्प् यो सि वाट् इस् द जलि देर् द पकार आर् द सकार पकारः ओके या मकारः परस्य पकारः इस् जलि सो द मकारः बिकम्स् अनुस्वारः. अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य मकार आदेशः भवति अगेन्. ओके, दट् इस् अनुस्वारस्य ययि परसवर्णः. परन्तु तद् सूत्रे योजयतु भगिनि, सूत्रसङ्ख्या दृष्ट्वा. एकाशो बशो बश् 82 अनन्तरं 8455 वि केम् टु 84 बट् देन् नश्च पदान्तस्य इस् 83 नक अतः एव तत्र नकारस्य देन् वि शुड् डू देट् फस्ट् अण्ड् देन् डू दि प्रायः तत्र मकारस्य अनुस्वारः इति भवेत् किल. नश्चापदान्तस्य जलि इत्यनेन मकारस्य, मकारः एव अस्ति किल, दाधं वियोगः अस्ति, मकारस्य अनुस्वारः दाधं वियोगः अस्ति. इदानीं करीच, करीच तु कार्यं करोति एव, तत्र अनुस्वारः अस्ति वा नास्ति वा तस्य तत्र न आवश्यकता. अतः करीच चत्वारि. इदानीं देन् अनुस्वारस्य ययि परसवर्णः, देन् गेट् बेक् मकार. तावदेव, तद् अस्ति चेत्, तस्य कार्यमस्ति चेत् करणीयमेव. सूत्रक्रमः एव किञ्चित् तत्र योजनीयम्. अनन्तरं तत्र मकारः इति भवेत्, मकारस्य अनुस्वारः. समीचीनं भगिनि, अस्तु. श्रीवल्ली भगिनि मकारः पठति वा? मकारः सकारः जलि, अतः नश्चापदान्तस्य जलि इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति. सकारः जलि, अतः नश्चापदान्तस्य जलि इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वार आदेशः भवति. उदाहरणानि, रं योगः स्यते, नश्चापदान्तस्य जलि इत्यनेन रंष्यते. नं योगः स्यते, नश्चापदान्तस्य जलि नंस्यते. सङ्गं योगः स्यते, नश्चापदान्तस्य जलि सङ्गंस्यते. अनुस्वारस्य ययि परसवर्णः इत्यस्य प्रसक्तिः भवति वा? अनुस्वारस्य ययि ययि लट् सकारः ययि वर्णः नास्ति, ययि प्रत्ययः नास्ति. अतः तत्र तत्र भवति भगिनि, सङ्गमिष्यति इति अत्र भवति खलु, सं प्रथम अनुस्वारस्य तत्र तु भवति एव किल, प्रथमस्य प्रथमस्य सङ्गमिष्यते. वयं दृष्टवन्तः तद् नकारः गकारः इति भवति, सङ्गमिष्यते. द्वितीयस्य तु न भवति. धातोः एव किमर्थं सङ्गम् इति न कृतवन्तः? तत्र किमर्थम् अनुस्वारः योजितवन्तः? सम् एव इति उपसर्गमेव खलु, उपसर्ग उपसर्गस्य उपसर्गस्य तु सन्धि अवश्यं भवति किल? नित्यम् आमां सत्यं, नित्यं नित्यं सन्धि उपसर्ग. अत्र इति मोनुस्वारः इति भगिनि, उपसर्गः अपि पदम् अस्ति इत्यनेन वा? तदपि सम्यक् एव. न वा पदान्तस्य इत्यनेन रूपद्वयं भवति खलु भगिनि अत्र, अतः गमिष्यति वा पदान्तस्य अन्ते अग्रिमसूत्रमस्ति, अतः पदान्ते अस्ति, अतः तत्र रूपद्वयं सङ्गमिष्यते सङ्गमिष्यते इति प्रायः तादृशं स्वीकर्तव्यं, न प्रदर्शनं तत् वयं स्वीकर्तुं तदेव तदेव सम्यक् तदेव. अस्तु भगिनी, भवती एव यकारः यकारस्य पठतु, महोदयः वकारस्य पठतु. यकारस्य लोपः भवति सकारे परे, सकारः वल् प्रत्याहारे विद्यमानत्वात् लोपो वियोगति. जहा उदाहरणं, जहा योगः सि, यकारस्य लोपः भवति, यकारस्य लोपः भवति सकारे परे. सूत्रं लोपो व्योर्वलि, वकार यकारयोः लोपः भवति वल् प्रत्याहारे परे. वकार वकार च यकार च व्यौ इतरेतद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं व्योः षष्ठ्यं वलि सप्तम्यन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं व्योः लोपः वलि. अतः वल् प्रत्याहारस्तवर्णः इति कृत्वा तत्र यकारस्य लोपः भवति. जहासि इति रूपं सम्यक् महोदय. वकारः पठति वा तत्र किमपि चिन्तनम् वकारस्य अपि लोपः व्योर्वलि लोपोर्वलि इत्यनेन लोपः भवति. किन्तु वस्तुस्तु समग्रसंस्कृतभाषायां द्वयोः धातोः एव उदाहरणं भवति, तच्च यङ्लुकि एव. अन्यत्र सर्वत्र सार्वत्रिकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति, आर्धातुकप्रक्रियायाम् इडागमः मध्ये आयाति. अतः वकारसम्बद्ध हल्सन्धेः अवसरः नास्ति. वकारसम्बन्ध अन्यत्र सर्वत्र सार्वत्रिकप्रक्रियां विकरणप्रत्ययः मध्ये आगच्छति. अहं सत्यम् आर्धातुकप्रक्रियाम् इडागमः भवति, मध्ये आयाति. अस्तु हल्सन्देहावसरः नास्ति. यङ्लुकि आधिक्येन ये वकारान्तधातवः भवन्ति तेषु सकारे परे राल्लोपः इत्यनेन वकारलोपः भवति. आं सत्यं, चकारवकारयोः लोपः भवति. अपि च येषां वकारान्तधातूनां राल्लोप इत्यनेन वकारलोपः, अपि च येषां वकारान्तधातूनां राल्लोप इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात् पूर्वरेफः नास्ति, तेषां धातूनां यङ्लुक् धातु एव न भवति महाभाष्यस्य ज्ञापनात्. येषां धातूनां वकारात् पूर्वं रेफः नास्ति, तेषां धातूनां यङ्लुक् धातुः एव न भवति महाभाष्यज्ञापनात्. यथा दीपधातुः महाभाष्यस्य ज्ञापकत्वात् तस्य यङ्लुकन्तधातुः न भवति. स्ट्युधातुः अपि तथा. अस्तु, यङ्लुकन्त न भवति वकारान्तत् वकारान्त वकारात् पूर्वं रेपः अस्ति चेत् न वकारात् न भवति. नाम येषां धातूनां पूर्वरेफ नास्ति, तेषां धातु यङ्लुक् धातुः एव न भवति. अस्तु, रेफ नास्ति चेत् न भवति इति न महोदय. रालोपः इत्यस्य प्रसक्तिः कदा भवति? ओ अस्तु, रकारात् परे सत्यं, रकारात् परे वकारः अस्ति चेत् तत्र लोपः भवति. आं सत्यम्. अतः अस्तु अस्तु, तर्हि येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेफः अस्ति, यथा धुर्व तुर्व थुर्व धुर्व मूर्व पूर्व खर्व गर्व चर्व पर्व भर्व मर्व शर्व शर्व एतादृशेभ्यः वकारान्तधातुभ्यः यङ्लुकी भवति. किन्तु येषाम् अन्तिमवकारस्य लोपः भवति राल्लोपः इति सूत्रेण तोतुर्व युगसि. इदानीम् इत्यनेन जलादिप्रत्यये परे वकारलोपः भवति. तोतुर्युगसि तोतुर्पुगन्तलघुवस इत्यनेन तोतोर् तोतोर्युगसि आदेशप्रत्यय इत्यनेन तोतोर्षि इति. अस्तु, राल्लोपः रेफात् परस्य चकारस्य वकारस्य च लोपः भवति अनुनासिकादिप्रत्यये परे क्विप्रत्यये परे जलादिप्रत्यये परे च. अङ्गस्य अनुवृत्तिसहितसूत्रमस्ति, अङ्गस्य अङ्गकार्यमस्ति. अङ्गस्य रात् चोः लोपः अनुनासिके क्विजलोः इति सूत्रेण. वयं पूर्वं दृष्टवन्तः राल्लोपः अन्यस्मिन् पूर्वस्मिन् पाठे. अतः तत्र रेफात् परः रेफयुक्तचकार अस्ति चेत् चकारवकारः अस्ति चेत् तत्र लोपः भवति झलिपरे अन्नासिके परे अपि च क्विप्रत्यये परे इति अस्ति. तोतुर्व इत्यस्मिन् वकारः लोपः भवति राल्लोप इत्यनेन एव. अतः इदानीं तत्र किं महाभाष्यज्ञापकत्वा तत्र किं भवति इति अङ्ग्लुप् धातुः कुत्र न भवति नास्ति. वकारात् पूर्वं रेफः नास्ति चेत् आमां रेफा वकारात् पूर्वं रेफा नास्ति चेत् अन्यथा लोपः भवति. दिव् इति धातुः स्वीकरोतु तत्र वकारात् पूर्वं रेफः नास्ति तस्य यङ् लुक् न भवति. यङन्तधातुः भवति यङ् लुक् न भवति. अतः कार्यद्वयं यङ् धातुः यङ् लुक् धातुः. अतः महाभाष्ये दत्तमस्ति यत् चोः शूडन्नासिके च इत्यनेन ये ऊट् भाविनः वकारान्तधातवः सन्ति तेषां यङ् लुक् न भवति. ऊट् भावी धातु इत्युक्ते तादृशधातुः यस्य चोः शूडन्नासिके च इति सूत्रेण ऊट् आदेशः सम्भवति. तर्हि चोः शूडानसिके च इति सूत्रं वदति तुक्सहित चकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठादेशः भवति. अनुनासिकाधिपत्ये परे क्विपरे जलाधिपत्ये परे च जलाधिपत्ये च परे च चकारे तुक्सहितचकारः च वकारः च तयोः इतरेतरद्वन्द्वः चौ तयोः चौः स च ऊट् च तयोः समाहारद्वन्द्वः शूड् जलां दशोन्दित्तरेण ठकारस्य स्थाने डकारादेशः चोः षष्ट्यन्तं शूड् इति प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदविधं सूत्रम् अनुनासिकस्य किञ्जलो इति इत्यस्मात् किञ्जलो इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तसहितसूत्रमस्ति चोः अङ्गस्य शूड् पिज्जलो अनुनासिके च इति. अत्र ऊट् आदेश ऊट् यत्र यत्र ऊट् आदेशः भवति चोः शुदानसिके च इत्यनेन तत्र यङ् लुक् न भवति इति अस्ति. यङ् लुक् इत्यस्य द्वितीयनियमः प्रथमं रालोप रेपात् वकारात् पूर्वं रेपः अस्ति चेत् नास्ति चेत् यङ्ग्लुक् न भवति. द्वितीयम् अस्ति यत्र ऊट् भाविनः वकारान्तदातवः सन्ति तत्रापि यङ्ग्लुक् न भवति. द्वितीयं चोः शूडनुनासिके च इत्यस्मिन् विषये परिशिष्टम् इति भागे वयं पूर्णतया पठामः प्रायः अग्रिमवर्गे. तत्र बहु किमपि अस्ति तत्र मतभेदः सर्वमस्ति तद् तत्र पठामः. अतः अत्र वकारान्तदातवः विषये किञ्चित् चिन्तनीयं. रेपात् परस्य चकारः वकारः अस्ति चेत् राल्लोपः. अनन्तरं यदा ऊट् भाविनः अस्ति चेत् अत्र यङ् लुक् न भवति परन्तु अन्यत् साधारणतया तु भवति एव किल. पूर्वमपि वयम् एकः धातुः स्वीकृत्य दृष्टवन्तः. अस्तु महोदय तर्हि द्वयोः धातोः एव यङ् लुक्कि हल् सन्देहे अवसरः भवति. तौ च कौ स्रीव् मौ इति द्वौ धातुः ऊट् भाविनौ किन्तु ज्वरत्वर स्रिव्य विमवामु वामुपधायाश्च इति सूत्रेण न तु चोः शूडनासिके च इति सूत्रेण एतदपि अङ्गकार्यम् अस्तु इति सूत्रेण. अस्मिन् सूत्रे एतौ द्वौ वकारान्तधातुः साक्षात् उल्लिखितौ अतः एतौ द्वावेव ययोः यङ्ग्लुक् रूपं भवति. अस्मिन् सूत्रे अव् धातुः अपि पठितः किन्तु स च धातुः अजादि इति कारणतः यङ् प्रत्ययः न विधीयते तदर्थं तस्य यङ् लुक् अपि न भवति. अत्र तृतीयनियमः अपि अस्ति. हा तृतीयनियमः अस्ति. अस्तु ज्वर ज्वर त्वर स्त्रीव अव मवाम् उपदायश्च इति अस्तु ज्वर त्वर स्त्रीव स्त्रीव् औ मौ इत्येषां धातूनाम् उपधा च वकारः चेत् अनयोः मिलित्वा स्थाने ऊट् आदेशः भवति अनुनासिकाधिपत्ये परे क्वीपरे जलाधिपत्ये परे ज्वरश्च त्वरश्च स्रविश्च अविश्च मौ च तेषाम् इतरेतरध्वन्द्वः ज्वर त्वर श्रिव्यविमवः तेषां ज्वर त्वर श्रिव्यविमवां ज्वर त्वर श्रिव्यविमवां षष्ट्यन्तम् उपधायां षष्ट्यन्तं च अव्ययं त्रिपदमिदं सूत्रं चोः षूडनुनासिके च इत्यस्मात् वः ऊट् अनुनासिके एतेषाम् अनुवृत्तिः अनुनासिकसकिञ्चलो मिति इत्यस्मात् किञ्चलोः इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति ज्वर त्वर श्रीव्यविमवाम् अङ्गस्य उपधायाः वह च ऊट् क्विचलो अनुनासिके च इति अत्र श्रीव् अपि च औ एते द्वौ प्रत्यय द्वौ धातुः सन्ति तेषां वकारान्तधातुः वकारान्तधातुः अस्ति अतः तत्र ऊट् आदेशः भवति ऊट् आदेशः अस्ति परन्तु ते तस्य एङ् लुक् भवति इति अस्ति खलु तस्य एव एङ् लुक् भवति अस्मिन् अव् इत्यस्य न भवति किमर्थम् इत्युक्ते तत्तु अजादिः अस्ति इति अव् इत्यस्य अजादि अस्ति यङ् इति अजादिः न भवति वा अजादिः न भवति धातुः हलादिः भवति चेदेव यङ् लुक् भवति यङ्ग् लुक् यङ्गन्त इति भिन्नविषयः यङ्ग् लुक् क्षमतां यङ्ग् लुक् अस्तु अतः तत्र किम् अस्ति इत्युक्ते सूत्रसमूहः अस्ति शोः शूडनुनासिके च इति सामान्यसूत्रम् अस्ति अनन्तरं तद् राल्लोपः इति विशिष्टसूत्रम् अस्ति ज्वर त्वर इति सूत्रं श्वोः शूडनुनासिके च इति सूत्रस्य अपवादः अस्ति तत्रापि ऊट् भाविनः भवति एव परन्तु परिगणितधातूनाम् अनन्तरम् उपधा च वकारः अनयोः स्थाने भवति इति कृत्वा तद् ज्वर त्वर इति सूत्रं श्वोः शूडनुनासिके च इत्यस्य अपवादः अतः सर्वत्र सर्वदा यत्र वकारान्तधातुः अस्ति चेत् सूत्र त्रयं स्मरणीयं राल्लोपः श्वोः शूडनुनासिके च इति सामान्यसूत्रं तस्य अपवादः ज्वर त्वर इति सूत्रम् अनन्तरं राल्लोपः इति अपि सूत्रत्रयं सर्वदा मनसि भवेत् परन्तु यदा अस्माकं चिन्तनं तु धातुपाठे हल्सन्धिः इति विषये अस्ति तत्र तु स्रिव् मिव् इत्यस्य एव यङ्लुकान्तरूपं स्वीकृत्य तस्य रूपं साधयामः तावदेव अत्र अन्यत् किमपि नास्ति चिन्तनार्थमेव अन्यत् दत्तमस्ति किमर्थं श्वोः शूडनुनासिके च वा रालोपः वा अस्य प्रसक्तिः किमर्थम् अस्ति किमर्थं नास्ति इति चिन्तनार्थमेव अस्तु पश्यामः कथमस्ति इति कस्य क्रमः उषा भगिनि द्वयोः वकारान्तधातोः आं भगिनि द्वयोः वकारान्तधातोः हल्सन्धौ वकारलोपः मौ धातोः यङ् लुकि मा मौ इति धातुरूपं लटि मा मौ रूपाणि इमानि मा मौ योगः ति ज्वर त्वर स्त्रिव्य विम वाम् उपधायाश्च इति वकारान्तस्य स्थाने उकारः ऊट् आदेशः भवति सो मा मोति मा मोति मोति इति भागस्य भवति भगिनि एकनिमिषं तत्र सूत्रे एव पश्यतु ज्वरत्वरा त्रिव् अव मव इत्येषां धातूनाम् उपदा च वकारः चेत् अनयोः मिलित्वा स्थाने ऊटादेशः अतः मामव् इत्यस्य उपदावर्णः कः मामव् इत्यस्य उपदावर्णः मकारः इति आदेशः ओके ओके अतः एव मामोति इति भवति अकारस्य स्थाने गुणः भवति ओके या या मामोत् गुणः या सो मामव् मकारस्य अकारस्य स्थाने ऊट् भवति उपदाय ओ उपदाय इति ओके आल् द त्री सूत्रास् आर् अ लिटल् टफ् द चुवोः शूड् आदिनास्तिके च देन् दिस् इस् अन् रा लोपः वाट् गेट्स् लोपः भगिनि वेन् रकार इस् देर् बिफोर् द थिङ्ग् बकारचकारयोः चकारवकारयोः लोपः इदानीं वकारान्तधातुः अस्ति चेत् वकारस्य लोपः भवति ओके चुवोः शूड् अनुनासिके च लैक् या छिच् बिकम् शकार जलीपरे देन् वकारस्य वकारः ऊट् भवति दट् श्वोः शूड् अनुनासिके च ओके ज्वर त्वर स्त्रिय स्त्रियं वाम् उपदायाश्च उपदायाश्च बिकम्स् दि ऊकार ओके सो अकार बिकम् इन् दिस् केस् अकार बिकम्स् दि ऊकार ओके अकारवकारस्य स्थाने ऊट् भवति ओके अतः मां मां योगः ऊट् योगः ति किल इदानीं कथं मामो इति भवति गुण गुणसन्धि सार्वधातुक अर्धधातुकयोः अग्रिमम् मामौ योगः तः ज्वरत्वर उपदायाश्च मामूतः सो अव् अव् योगः अव् स्थाने उकारः भवति मां योगः ऊत् ऊत् मामूतः ओके या ओके मामूतः तत्र गुणः किमर्थं न भवति पकारः नास्ति अद् तिप् दिस् इस् जस्तः मामव् योगः अति मामवति ओके हियर् दिर् इस् नो चेञ्ज् बिकास् इट्स् उपदाय मामव् योगः अति वाट् इस् इट् हल् दसल् जलि जलि जलि ओके ओके जलि परे ओन्ली जलि परे दिस् आर् आल् ओके देर् इट् इस् पकारा तिप् सो सार्वधातुक अर्धधातुकयोः टुक् केर् आफ़् द गुण हियर् तः नो गुण ओके अति इस् नो जलि ओके मामौ योगः सि नौ इट्स् जलि परे सो ओके मामोषि ओके देन् आदेशप्रत्ययोः मामोषि ओके मामौ योगः तः सो मामू तः ओके मामौ योगः थ ओके मामूथ मामौ योगः मि मामोमि गुण अज्ञे मामोमि मामौ योगः मह मामू मह ओके मकारः जलि अस्ति वा मक जल् जल् न भगिनि जल् परन्तु जलि नास्ति देन् वै सत् कथं ज्वर त्वर स्त्रिय उपदायाश्च ओके वाट् इस् देट् सूत्रं अनुनासिकक्विज्जलो किङ् इति संथिङ्ग् लैक् अत्र एव ज्वरत्वर इत्यस्य एव अनुवृत्तिः क्विजलोः अनुनासिके इति आगच्छति किल ओके ओके ओ या या या ओके ओके अतः अस्य प्रसक्तिः ओके ओके सूत्रत्रयाणां तदेव अस्ति खलु भगिनि अनुनासिके पिज्जलोः राल्लोपः चोः ज्वरत्वर एतेषाम् अतः एव बाध्यबाधकभावः किल ओके अनुनासिकक्विजलोः श्वोः शूरनुनासिके च सामान्यसूत्रं तस्य अपवादः ज्वरत्वर श्वोः शूरनुनासिके च अस्य अपवादः राल्लोपः अपवादद्वयम् अस्ति तस्य अनुनासिकस्य क्विजलो 15 ओके अग्रे भगिनि किन्तु ओके किन्तु मामव्योगः वः इति स्थले वः प्रत्ययस्य आदौ वकारः ओके वः इति स्थले वः प्रत्ययस्य आदौ वकारः न जल्वर्णः न वा अनुनासिकः ओके मामौ योगः वः इति स्थले वः प्रत्ययस्य आदौ वकारः न जल् न अनुनासिकः किन्तु वल् प्रत्याहारे तु अस्ति अतः अत्र लोपो वियोर्बलि इत्यस्य अवसरः भवति मामौ योगः वः मां योगः अव् योगः वः दट् अव् वाट् डिस् इट् बिकम् मामौ योगः वः अत्र लोपो वियोर्बलि इत्यस्य अवसरे भवति लोपो वियोर्बलि वस् ओन्लि लोप भवति लोपः भवति ओके ओके माम् यो ओके वकारः लोपः भवति ओके अन्तिमवकारः लोपः ओके मां योगः मम योगः वः मामा वः how did it become hakar au ato dirgho eni patani okay ya ya langi cha ama mav yogah va ama mava okay okay ato dirgho eni adanta angasya dirghatvam yanyati sarvadhatuk pratyaye pare यञ्च् प्रत्याहारः यवरल ञमङण न झभ ओके अतः षष्ट्यन्तं दीर्घः प्रथमान्तम् इङि सप्तमीयन्तं त्रिपदमिदं सूत्रं तुस्तुषंयमः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् विधिस्तदादौ अल्ग्रहणे वार्तिकम् इत्यनेन यङि सार्वधातुके इत्युक्तौ यङ्यादि सार्वधातुके अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घः यङि सार्वधातुके ओके अतः अङ्गस्य दीर्घः यङि सार्वधातुके मा मम योगः वः अतः ओके अतः अङ्ग दीर्घः यञ्ज् प्रत्यय ओके सार्वधातुके ओके मा वः ओके अतः वकारान्तधातोः अतः वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे वकारान्तधातोः हल्सन्धेः उदाहरणं लभ्यते किन्तु केवलं वकारादिप्रत्यये परे ओके सकारादिप्रत्यये परे ऊड् भावः भवति स च ऊड् भावः अङ्गकार्यं न तु सन्धिकार्यम् ओके ऊड् भावः अङ्गकार्यं न तु सन्धिकार्यम् एवमेव स्त्रिव् से स्रिव् इति यङ्गन्ध यङ् लुगन्तधातु से स्रिव् ओके लटीरूपाणि कल्पनीयानि पित्सु प्रत्ययेषु ज्वरस्वर दिस् अ वेरि टफ् सूत्र टु रीड् टु बगिनि ज्वर स्वर स्त्रिव्य विमा वाम उपदायाश्च ओके तत्र पृथक् कृत्वा पठति चेत् सम्यक् एव भवति ज्वारा द्वारा श्रिवि श्रिवि अवि अवि मवाम् उपदायां च ओके ज्वर द्वर श्रिवि ओके या श्रिवि श्रिव् श्रिव् बट् दट् इस् आल्सो श्रिव् श्रिव् यवि यवि मवाम् उपदायाश्च तावदेव यवि माम् उपदायां च ओके उपदायां च इति प्रथमं पृथक् करोतु अनन्तरं ज्वर द्वर श्रिवि श्रिव व्यवि माम् उपदायां च इत्यस्य नित्यत्वात् सर्वप्रथमं भवति न तु पुगन्तलघुपदस्य च ओके तद् वयम् आगच्छामः तद् एतद् प्रथमं तत्र एकः एव स्थले लोपो व्योर्वलि इत्यस्य कार्यं वा वकारान्तधातुः स्वीकुर्मः चेत् यद् ऊट् भाविनः इति कार्यम् अस्ति तत्तु अङ्गकार्यमस्ति न तु सन्धिकार्यम् अतः स्रिव् अनन्तरम् अस्माकं मव् इति धातुः किल मव् एव किल तत् धातुः माम् तत्र एव यङ्लुकन्तरूपं भवति तत्र एव हल्सन्धेः अवसरः अस्ति तत्तु तदपि वकारान् वकारादिप्रत्यये परे एव सकारादिप्रत्यये परे तस्य कार्यमेव नास्ति वकारान्तधातुः वकारादिप्रत्यये परे हल्सन्धिः कार्यम् इति भवति अनन्तरम् इदानीं भवती एव वदतु भगिनि तत्र ज्वरत्वर इति कथं नित्यत्वं भवति इति योगः ति इति योगः ति पित्सु प्रत्ययेषु या पित्सु तिप् या पित्सु प्रत्ययेषु ज्वरत्वर इत्यस्य नित्यत्वात् उपदायाश्च ओके सर्वप्रथमं भवति न तु पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इत्यस्य कार्यम् अस्ति वा लघु उपदा या स्रिव् इकार या इट् इस् देर् बट् इन्स्टेड् आफ् देट् वी हेव् टु डू दिस् कार्यं सर्वप्रथमं सेस्रिव् योगः ति पुगन्तलघुपदस्य च इति करोति चेत् किं रूपम् आगच्छति आगच्छति इदानीं सेस्रेव् इति करोति चेत् तत्र ज्वरत्वर इति कार्यं भवति वा सेस्रेव् तिन्न देर् इस् नो द उपदा वुड् नाट् बि उपदा किं भवति परन्तु अकारः एव भवतु इति किमपि नास्ति किल अकारः भवतु इकारः भवतु इति किमपि नास्ति उपधा इति एव दत्तमस्ति ओके तस्य कार्यं भवति एव किल कार्यं करोति भगिनी सम्यक् एव ओके सो से स्रेव् इति भवति देन् ज्वरत्वर किमर्थं न न बिकास् ऐ मीन् अत्र द वाक्य पित्सु भवति एव किल प्रथमं ज्वरत्वर इति साक्षात् करोति चेद् अपि तस्य कार्यं भवति यदा पुगन्तलघुपदस्य च कृत्वा अनन्तरं करोति चेदपि तस्य कार्यं भवति, तदेव नित्यसूत्रं किल. पूर्वमपि भवति अनन्तरमपि तस्य कार्यं भवति एव, तस्य प्रसक्तिः अस्ति एव. विपरीतचिन्तनं करोतु, इदानीं यदा ज्वरज्वरा इति कुर्मः, अनन्तरं तत्र पुगन्तलघुपदस्य च इत्यस्य अवसरः अस्ति वा? Then no, it won't be there. Yeah. Okay. Oh, okay. कृताकृतप्रसङ्गी एव किल नित्य इत्यस्य लक्षणं. कृत अकृतप्रसङ्गी तदेव नित्यत्वम्. अतः एव तद् नित्यसूत्रं ज्वरत्वर इति पुगन्तलघुपदस्य अपेक्षया नित्यसूत्रम् अस्ति. तस्य कार्यं पूर्वमपि भवति अनन्तरमपि भवितुम् अर्हति इति कारणेन नित्यसूत्रम् इति बलवत् इति कारणेन तस्य कार्यमेव प्रथमं भवति. प्रथमं चिन्तनीयम्, अनन्तरं वयं निर्णयं कुर्मः कस्य सूत्रस्य बलमधिकम् इति. अस्तु, सम्यक्. अतः तत्तु वकारान्तदातवः इति चिन्तनम् अभवत्. भगिनी श्रीवल्ली भगिनी लकारः पठति वा? लकारः, लकारस्य विकारः नास्ति. आदेशप्रत्ययोः इत्यनेन इङ्कोः प्रत्यय अवयवस्य सकारस्य षत्. लकारस्य विकारः नास्ति. आदेशप्रत्ययोः इत्यनेन इङ्कोः प्रत्यय अवयवस्य सकारस्य षत्वं भवति. गल् योगः, गल् जागल् एङ्ग्लुकण्ठ फार्म् योगः सि. अत्र लकारस्य कोऽपि विकारः नास्ति. सकारस्य स्थाने आदेशप्रत्ययोः इत्यनेन शत्वं भवति, मूर्धनिषकारः भवति, रूपं भवति जागल्षि. तथा एव तल् योगः, तल् इति तातल् इति एङ्ग्लुकण्ठधातुः, तातल् योगः सि. आदेशप्रत्ययोः इङ्कोः इत्यनेन षत्वं भवति, तातल्षि इति रूपं भवति. दल् इति एङ्लुगन्तधातुः, दादल् योगः सि. आदेशप्रत्ययोः इङ्कोः इत्यनेन षत्वं भवति, सकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति, दादल्षि इति रूपं भवति. अतः किमपि कार्यं नास्ति अत्र. रेफः पठतु भगिनि. रेफः, रेफस्य विकारः नास्ति. आदेशप्रत्ययोः इत्यनेन इङ्कोः प्रत्यय अवयवस्य सकारस्य सत्वम्. अत्रापि रेफस्य विकारः नास्ति. जागृ योगः सि, जागृयोगः सि, जागर् योगः सि. आदेशप्रत्ययोः इङ्कोः जागर्षि इति भवति. जाग्रियोगः सार्वधातुकान्तदोतकयोः गुणः भवति. वरण्डपरः जागृ जागर् इति रूपं, जागरयोगः अस्ति. सकारस्य स्थाने शत्वं भवति, जागर्षि इति रूपं भवति. सम्यक्. सकारः, धातोः अन्तिमवर्णः सकारः चेत् सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम्, आर्धधातुकप्रत्यये परे धात्वङ्गसकारस्य अकारादेशः भवति. सः स्यात्, सः स्याः आर्धधातुके इति सूत्रेण. सकारस्य सार्वधातुकप्रत्यये परे केवलं वर्णमेलनं भवति, आर्धधातुकप्रत्यये परे धात्वङ्ग सकारस्य तकारादेशः भवति. सूत्रमस्ति सः स्याः आर्थधातुके इति सूत्रेण. धातुः सकारान्तः चेत् तस्य प्रत्ययः सार्वधातुके वा आर्धधातुके वा इति विचार्यताम्. धातुः सकारान्तः, प्रत्ययः सार्वधातुकः वा आर्धधातुकः वा इति विचार्यताम्. प्रत्ययः सार्वधातुकः चेत् केवलं वर्णमेलनं भवति. उदाहरणं दत्तमस्ति, आस् योगः से. अत्र केवलं वर्णमेलनम्, आस् से इति रूपं भवति. प्रत्ययः आर्धधातुकः चेत् धात्वङ्गसकारस्य तकारादेशः भवति. उदाहरणं वस् योगः सति, अत्र सति आर्थिक प्रत्ययः, सः सर्वदा स्यात् आर्थधातुके इत्यनेन सकारादि आर्थधातुकप्रत्यये परे सकारस्य स्थाने सकारादेशः भवति. इति वत् योगः स्यति वत्स्यति इति रूपं भवति. सकारादि आर्थधातुकप्रत्यये सकारस्य घस् योगः स्यति सः स्याः सः स्यात् आर्धधातुके इत्यनेन घत् योगः स्यति घत्स्यति इति रूपं भवति. सूत्रं सः आर्धधातुके सकारस्य स्थाने सकारादेशः भवति सकारादि आर्धधातुकप्रत्यये परे. सः षष्ट्यन्त्यं श्रीसप्तम्यन्तम् आर्धधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम् अच उपसर्गात्तः इत्यस्मात् तः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सः अङ्गस्य तः सि अर्थधातुके. समीचीनम्. अतः इत्युक्ते सकारादि अर्थधातुके सकारस्य स्थाने तकारादेशः भवति इति आर्धधातुकप्रत्यये सकारादि आर्धधातुकप्रत्यये परे अङ्गकार्यम् अङ्गकार्यम् अस्ति इति अपि स्मर्तव्यम्. अतः सकारे एव विशिष्टकार्यमस्ति. यदा आर्धधातुकप्रत्ययः परः अस्ति चेत् तत्र तकार आदेशः अत्रापि सकारादि आर्धधातुकप्रत्यये परम् सकारादिके इति सूत्रे तदन्तविधिः च अन्तादेशश्च न अपेक्षितः. यतोहि सः सः सि इत्यस्य कथनेन सकारयोः अव्यवहित व्यवस्था न निश्चिता भवति. कः कुत्र भवेत् इत्यस्मिन् विषये कुत्र अस्ति भगिनि? करपत्रे अस्ति परन्तु स्क्रीन् मध्ये नास्ति किल. प्रायः महोदयः तद् तत्र यदा तत्र किं करोति भगिनी, अस्माकं वर्गे तु सर्वदा तादृशं भवति भवति. अहं किं करोमि इत्युक्ते इदानीं पी डि एफ् मध्ये न प्रिण्ट् औट् मा स्वीकरोतु. इतः परं यत्किमपि प्रिण्ट् औट् स्वीकरोति तत्र यदा स्क्रीन् मध्ये अस्ति तत्र एव सेलेक्ट् भागं सेलेक्ट् कृत्वा प्रिण्ट् करोतु. तदेव नूतनमस्ति. पी डि एफ् तु बहु पूर्वं यदा महोदय प्रथमवारं पाठितवान् तद् पी डि एफ् अस्ति. तत्र सः तु किमपि न नूतनतया किं रिफ्रेश् किमपि न योजितवान् अतः तद् मा स्वीकरोतु. स्क्रीन् मध्ये यदस्ति तदेव. अतः यदा अहं वर्गे अपि पाठयामि किल तत्र आडियो त्रीणि वा चत्वारि आडियो यदा शृणुमः चेदेव अस्य एकसप्ताहस्य पाठः तत्र भवति. परिवर्तनं कृत्वा एव तत्र आगच्छति. अस्तु महोदय, हकारः पठति वा? हकारः हकारान्तधातुः योग सकारः प्रत्ययः. धातोः अन्तिमः वर्णः हकारश्चेत् नः धातुम् अतिरिच्य सर्वत्र हकारस्य ककारः. होढः, षढो गहसि अथवा दादेर्धातो गः अपि च खरि च इति सन्ति. सामान्यनियमः सकारादिपत्ये परे धात्वन्तस्य सकारस्य स्थाने ढकारादेशः भवति होढः इति सूत्रेण। तदा ढकारस्य स्थाने ककारादेशः भवति षडोकहसि इत्यनेन सूत्रेण। अन्ते प्रत्ययवयस्य षकारस्य स्थाने षकारादेशो भवति आदेशपत्य इत्यनेन सूत्रेण। यथा वः योगस्यपि होढः इत्यनेन झलि अस्ति, अतः होढः इत्यनेन वद् वढ् हकारस्य ढकारः भवति वड् योगस्यति, अनन्तरं षडोकहसि इत्यनेन ढकारस्य ककारादेशः वक् योगस्यति, आदेशपथ्यो इत्यनेन वक्ष्यति इति रूपम्। होडः हकारस्य स्थाने ढकारादेशः भवति जलि पदान्ते च, हः षष्ट्यन्तं दः प्रथमान्तं द्विपदविदं सूत्रं झलो जलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः स्को संयोगाद्युवन्ते च इत्यस्मात् अन्ते च इत्यनेव अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हः ढः जलि पदस्य अन्ते च जलि अपि च पदस्य अन्ते हकारस्य ढकारः भवति इति होडः इति सूत्रं वदति। षडोकहसि षकारस्य ढकार च षकारस्य अपि च ढकारस्य ढकारस्य ककारादेशः भवति सकारे परे, सूत्रं स्वयं सम्पूर्णं भवति षडोः कः सि परे इति सकारे परे इति अस्ति, सोरि सकारे परे। अतः ते तत्तु सामान्यचिन्तनम् अस्ति, सामान्यचिन्तनम् अस्ति। द्वितीयं पठतु महोदय। हा इदानीं बकारादीनां गकारादीनां च धातूनां बष् भावः भवति, तत्रापि हकारस्य ककारः होडः षडोकहसि इति सूत्राभ्यां, यथा बर्ह् बृह् गृह गाः गुः इति धातवः सकारादिपत्ये परे बकारादिः गकारादिः हकारान्तानां धातूनां हकारस्थाने ढकारादेशः भवति होडः इत्यनेन। अधुना बष् भावः, अधुना एका च बषादि जसन्तस्य दशन्तधात्वंशः जातः, अतः एका च बषो भष् झषन्तस्य सद्धोः इत्यनेन तृतीयचतुर्थचतुर्थचतुर्थ भवति, आदौ तृतीयस्य स्थाने चतुर्थसदस्यादेशः भवति, तदा षडोकहसि इत्यनेन ढस्थाने ककारादेशः, कवर्गीयवर्णः पूर्वम् अस्ति अतः आदेशपत्य इत्यनेन स्वस्थाने षत्वं, यथा बाबृह् योगसि इति अस्ति, होडः इत्यनेन बाभृण्ड् योगसि, इदानीं भृण्ड् इति एकाच अस्ति अतः एकाच बशो बष् यसन्तसद्वोः इत्यनेन सकारे परे बकारस्य इदानीं बकारस्य बकारः भवति एकवारं बाभृण्ड् आम् आम् बाभृण्ड् ब्राभृण्ड् इति षडोकः इदानीं डकार अस्ति षडोकहसि इत्यनेन बाभृङ्क् योगसि, आदेशपथ्यो इत्यनेन बाभृङ्क् योगशि, इदानीं बाभृङ्क्षि बाभृङ्क्षि इति अनुस्वारस्य परसवर्ण इत्यनेन बाभृङ्क्षि बाभृङ्क्षि अस्तु अस्तु अत्र उपादायं नास्ति, उपादायं ऋकारः नास्ति, तदेव पश्यन् आसीत्। आम् आम् ऋकारः नास्ति उपादायम् आम् उपादायं तथैव गार्ह् योगस्यते, इदानीं होडः इत्यनेन गार्ढ् योगस्यते, इदानीं गकारः बष् अस्ति अतः तस्य घर्ड् सोरि गर्हि योगस्यते, होड इत्यनेन गर्ढ् इति भवति घर्ड् योगस्यते, इदानीं तत्र एका च बषो भष् जसन्तस्य सद्वोः इत्यनेन सी परे सकारादि प्रत्यये परे, इदानीं घर्ढ् योगस्यते, इदानीं तत्र षण्डोकः सि इत्यस्य प्रसक्तिः घर्ख् योगस्यते, इदानीं आदेशप्रत्ययोः प्रत्यय इत्यस्य प्रसक्तिः कर्क्ष्यते इति रूपम्. सम्यक्. अतः गकारः बकारः बकारादिधातुः अस्ति चेदेव किञ्चित् चिन्तनम्. आम् अग्रे महोदय. एवमेव गाह्यो गच्छति घाक् होडः इत्यनेन तत्र ढकार अनन्तरं ककारः भष्भाव घाक्ष्यते इति गोह्यो गच्छति घोक्ष्यते इति रूपम्. होडः एव पठितवन्तः किल. अग्रिमं तृतीयबिन्दुः पठतु महोदय. एकाचो बशो बशपि पठितवन्तः एव पठितवन्तः. आमां तृतीयबिन्दुः दकारादि दकारादि हकारान्तेषु हकारस्य ककारः अस्ति एव, किन्तु मार्गः धातेर्धातो गः खरिच यथा दुः दिः दृः दृः अत्र भष्भावः अपि भवति. सकारादिप्रत्यये परे दकारादिधातोः हकारस्य स्थाने घकारदेशः भवति धातेर्धातो गः इत्यनेन सूत्रेण. तथा आदौ स्थितस्य दकारस्य धकारादेशः भवति एकाचो बशो भष् जषन्तस्य सद्वोः इत्यनेन. खपरे अस्ति अतः खरिच इत्यनेन घकारस्य स्थाने ककारादेशः भवति. कवर्गीयवर्णः पूर्वमस्ति अतः आदेशपथे इत्यनेन स्थाने षत्वं यथा दुः योगस्यते. इदानीं पुगन्तलघुबसस्य इति सूत्रेण दोः योगस्यते. दकारादिधातुः अस्ति अतः धादेर्धातोः गः इति भवति. धादेर्धातोः गः इत्यनेन हकारस्य घकारादेशः धोग् योगस्यते. इदानीं धकार अस्ति घकार अस्ति अतः एकाचो बष् बष् बष धकार बष् अस्ति घकारः झष् अस्ति अतः धोग् धोग् योगस्यते. इदानीं धोग् योगस्यते आदेशपत्य इत्यनेन धोग् योगस्यते. ओकार अस्ति अतः सकारस्य शकारः भवति धोक्ष्यते धोग् योगस्यते. घकारः अस्ति घकारस्य परे शकारः अस्ति खरिवर्णः अस्ति अतः ककारः भवति धोक् धोक्ष्यते इत्यनेन चत्वं धोक्ष्यते इति अन्तिमरूपम्. अतः करिच अपि अस्ति अस्य प्रसक्तिः अपि अस्ति. मार्गः किञ्चित् दीर्घमार्गः. बहूनि सूत्राणि आगत्य कार्यं करोति. अतः आदेशप्रत्ययोः पर्यन्तमेव वयं दृष्टवन्तः किल पूर्वं सर्वत्र. इदानीं चिन्तनं किञ्चित् करीच इत्यस्य अपि प्रसक्तिः अस्ति. यदा कर्वर्णः परे अस्ति चेत् करीच इत्यस्य कार्यमपि अवश्यं भवति. अस्तु. धादेर्धातोर्गः प्रथमवाक्यम् अनुवृत्तिर्धातोः गः पूर्वं पठितवन्तः. दकारादिधातोः हकारस्य स्थाने घकारादेशः भवति जलिपदान्ते च इत्यनेन इति. धादेः धातोः हः गः जलिपदस्य अन्ते च यत् होडः इत्यस्य अस्तु. 8-32 अपवादः अस्ति. अहं क्षम्यतां यद्यपि परसूत्रमस्ति अपवादमस्ति. ककारादिधातुः हकारस्य स्थाने ककारादेशः जलिपदान्ते च इति कृत्वा अपवादः होडः इत्यस्य अपवादः. पूर्वत्र सिद्धम् इत्य भवति परन्तु अपवादः. आम् आम् सत्यम्. धन्यवादः महोदय. उषा भगिनी अग्रिमं पठति वा? एवमेव. आं भगिनि. एवमेव दुः योगः स्यति. दुः योगः स्यति गुणः. दोः योगः स्यति दोग् योगः स्यति धोग् योगः स्यति धोक् योगः स्यति धोक्ष्यति. ओके. दुः योगः स्यति धातेर्धातोर् ओ फस्ट् गुणा. ओके. दोः तस्य दोः योगः स्यति. देन् दकारान्त द आदि धातु दुः सो दोः बिकम्स् दोग् हकारस्य स्थाने घकारादेशः भवति. दोग् योगः स्यति देन् धकारस्य स्थाने धकारादेशः भवति. दोग् इति 3-4 सो बष्भावः दोग् योगः स्यति बिकम्स् धोग् योगः स्यति. बष्भावः एकाचो बशो बश् जशन्तस्य जशन्त द्वोः ओके स्य ओके एण्ड् ओके धोग् योगः स्यति धोक् योग देन् घकारस्य घकारस्य स्थाने ककार आदेशः भवति खरिच इत्यनेन रैट् घरीच इत्यनेन खरीच इत्यनेन घकारस्य स्थाने ककारादेशः भवति. धोक् योगः स्यति धोक्ष्यति. दिह् योगः स्यति दिह् गुणः या देह् देह् योगः स्यति देन् धाते धातोर् गः इत्यनेन हकारस्य स्थाने ककारादेशः भवति. नाट् ककारादेशः डबल् आरो ओके ओके भगिनि करिच देन् अनेन धेक् योगः स्यति देक्ष्यति ओके. देन् दृग् योगः स्यति द्रोह् गुण द्रोह् योगः स्यति ओ डबल् आरो ओके द्रोक् ओके या दाते दातोर्गः अङ्करि च द्रोक् योगः स्यति द्रोक्ष्यति ओके. दह् योगः स्यति ओके दह् बिकम्स् फस्ट् दग् दग् योगः देन् दग् योगः स्यति देन् बिकम्स् first dag and then dag becomes dag and then becomes dak okay atra bashbhavah yeah bashbhavah and then the karich okay dak yogah shyati yeah draksh dakshyati okay dakshyati okay vaatu asti eva kila bashbhavah dekshyati रोक्ष्यति तत्रापि अस्ति एव सर्वत्र समानकार्यमेव. अतः एव महोदय पूर्णतया न प्रदर्शि अतः तत्र चिन्तनं दादेर्दातोर्गः चिन्तनम् अग्रिमचिन्तनम् इदानीं पठतु भगिनि. वा दृह मुह वा दृह मुह श्नुह श्निहां दृह् मुह श्नुह् श्निह् येषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकार आदेशः भवति जलीपदान्ते च. घ अभावे होडः इत्यनेन ढकारस्य आदेशः भवति ढकारादेशः भवति. दृह् च अनुवृत्तिसहितसूत्रं दृह् मुह् श्नुह् श्निहां वा हः गः जलीपदस्य अन्ते च ओके. अतः दृह् इति दृष्टवन्तः किल दृह् स्यति अत्र कार्यं भवति वा दृह् योगः स्यति दृहमुहश्नुहश्निहां दृहमुहश्नि चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन गकार आदेशः भवति जलीपदान्ते च. यत् वि डिड् दोग् दोह् अण्ड् देन् दोग् but that was I thought dhate dhato gah so va druha muha va is again vikalpena anatar roopam okay okay bhavati jali atah karotu bhagini druh yogah syati druh yogah syati gunah doh gakar adeshah bhavati we already did jali patante cha ga akara घ अभावे होडः इत्यनेन डकारादेशः भवति. सो देन् दोड् भवति, दोड् भवति, दोड् योगः स्यति, द्रोट् योगः स्यति. ओके, षडोकसि, देन् इट् बिकम्स् द्रोक्ष्यति, देन् आदेशप्रत्ययोः. ओके, अतः दृहक एव चिन्तनं किञ्चित् भिन्नं तत्र वा दृहमुहाष्णः अनन्तरं होडः इत्यनेन भवति. तत्र दादेर्धातोर्गः इत्यनेन न भवति. दादेर्धातोर्गः इत्यस्य गकारादेशः वा दृहमुह वा विकल्पेन होडः इत्यनेन एव भवति अत्र. ओके, समीचीनम्. अस्तु, धन्यवादः. श्रीवल्ली भगिनी नख् धातुः पठति वा तदेव अन्तिमं. धन्यवादः. नख् धातुः अत्र एक एक एकैव धातुः यत्र हकारस्य गतिः भिन्ना. अत्र हकारस्य तकारः भवति. सकारादिप्रत्यये परि अपवादभूतस्य नख् धातोः हकारस्य स्थाने धकारादेशः भवति नहोधः इत्यनेन सूत्रेण. तदा करिच इत्यनेन चत्वं कृत्वा धकार धास्थाने तकारादेशः भवति. सकारस्य कोऽपि विकारः न भवति. आम्, केवलं नख् धातोः विषये विशेषसूत्रमस्ति. हकारस्य स्थाने दकारः भवति, दकारस्य स्थाने तकारः भवति. नः योगः स्यति, नहोधः इत्यनेन नथ् योगः स्यति, खरिच इत्यनेन नत् योगः स्यति, नत्स्यति. सकारस्य कोऽपि विकारः न भवति, रूपं नत्स्यति इति भवति. सूत्रं नहोधः, नः धातोः हकारस्य दकारादेशः भवति झलि पदान्ते च. नहः षष्ट्यन्तं, दः प्रथमान्तं, विपरमिदं सूत्रं. होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः. दादेर्धातोर्गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते अन्ते च इत् अन्योः अनुवृत्तिः. पदस्य इत्यस्य अधिकारः अधिकारः. अनुवृत्तिसहितसूत्रं नहः धातोः हः दः झलि पदस्य अन्ते च इति अनुवृत्तिसहितसूत्रं. समीचीनम्. अत्र नः धातोः विषये एव तस्य कार्यं भवति इति अस्ति. अतः अत्र सूत्राणि तु समापितानि. वयं तत्र अभ्यासः अस्ति. अभ्यासस्य अन्ते परिशिष्टम् इति एकं भागं दत्तमस्ति. तत्र एव श्वोः शूडनुनासिके च व्रश्च भ्रश्च कस्य कार्यं कुत्र भवति, ज्वर त्वर इत्यस्य विषये किञ्चित् विवादः तत्र प्रदर्शितं महोदयेन. तद् पठित्वा वयम् अभ्यासः अग्रिमसप्ताहात् आरम्भं कुर्मः. गृहपाठरूपेण अभ्यासः साधयतु. अहं तु तत्र डाक्युमेण्ट् मध्ये नख् धातुः पर्यन्तं तत्र अहं योजितवती अद्य. किञ्चित् तत् दृष्ट्वा यदा करोति चेत् अभ्यासः सुलभं भवति. कुत्र कुत्र यदा वयं दृष्टवन्तः किञ्चित् मार्गः दीर्घमार्गः अस्ति किल, अतः तत्र तत्र डाक्युमेण्ट् इत्यस्य सहायं स्वीकरोतु. अनन्तरं परिशिष्टं पठित्वा अभ्यासं कुर्मः. धन्यवादः. धन्यवादः धन्यवादः भगिनी.